तत्र इति प्रकृतेन सम्बध्यते एवं सति एवं यथोक्तैः पञ्चभिः हेतुभिः निर्वर्त्ये सति कर्मणि तत्रैवं सति इति दुर्मतित्वस्य हेतुत्वेन सम्बध्यते तत्र एतेषु आत्म अनन्यत्वेन अविद्यया परिकल्पितैः क्रियमाणस्य कर्मणः अहमेव कर्ता इति कर्तारम् आत्मानं केवलं शुद्धं तु यः पश्यति अविद्वान् कस्मात् वेदान्ताचार्योपदेशन्यायैः अकृतबुद्धित्व असंस्कृतबुद्धित्व योऽपि देहादिव्यतिरिक्तात्मवादी आत्मानमेव केवलं कर्तारं पश्यति असौपि अकृतबुद्धिः अतः अकृतबुद्धित्वा न सः पश्यति आत्मनः तत्त्वं कर्मणो वा इत्यर्थः अतः दुर्मतिः कुत्सितविपरीतदुष्ट अजस्रं जननमरणप्रतिपत्तिहेतुभूता मतिः अस्य इति दुर्मतिः सः पश्यन्नपि न पश्यति यथा तैमिरिकः अनेकं चन्द्रं यथा वा अभ्रेषु धावत्सु चन्द्रं धावन्तं यथा वा वाहने उपविष्टः अन्येषु धावत्सु आत्मानं धावन्तं कः पुनः सुमतिः यः सम्यक् पश्यति इति उच्यते यस्य नाहं कृतो भावं बुद्ध्यन्यस्य न लिप्यते हत्वापि सीमान् लोकान् न हन्ति न निबध्यते यस्य शास्त्राचार्योपदेशन्यायसंस्कृतात्मनः न भवति अहङ्कृतः अहङ्कर्ता इत्ययं लक्षणः भावः भावना प्रत्ययः एते एव पञ्च अधिष्ठानादयः अविद्यया आत्मनि कल्पितः सर्वकर्मणां कर्तारः न अहम् अहं तु तद्व्यापाराणां साक्षीभूतः अप्राणो ह्यमनाशुभ्रो ह्यक्षरात् परतःपरः केवलः अविक्रियः इत्येवं पश्यति इति एतत् बुद्धिः अन्तःकरणं यस्य आत्मनः उपाधिभूता न लिप्यते न अनुशयिनी भवति इदमहम् अकार्षं तेन अहं नरकं गमिष्यामि इत्येवं यस्य बुद्धिः न लिप्यते सः सुमतिः सः पश्यति हत्वापि सः इमान् लोकान् सर्वान् इमान् प्राणिनः इत्यर्थः न हन्ति हननक्रियां न करोति न निबध्यते नापि तत्कार्येण अधर्मफलेन सम्बध्यते ननु हत्वापि न हन्ति इति विप्रतिषिद्धमुच्यते यद्यपि स्तुतिः नैष दोषः लौकिकपारमार्थिकदृष्ट्यपेक्षया तदुपपत्तिः देहादि आत्मबुद्ध्या हन्ताहम् इति लौकिकीं दृष्टिम् आश्रित्य हत्वापि इति आह यथा दर्शितां पारमार्थिकीं दृष्टिम् आश्रित्य न हन्ति न निबध्यते इति एतदुभयम् उपपद्यते एव ननु अधिष्ठानादिभिः सम्भूय करोत्येव आत्मा कर्तारमात्मानं केवलं तु इति केवलशब्दप्रयोगः नैष दोषः आत्मनः अविक्रियस्वभावत्वे अधिष्ठानादिभिः सम्मतत्व अनुत्पत्तेः विक्रियावतो हि अन्यैः सम्मननं सम्भवति सम्मत्य वा कर्तृत्वं स्यात् न तु अविक्रियस्यात्मनः केनचित् सम्मननम् अस्ति इति न सम्भूय कर्तृत्वम् उपपद्यते अतः केवलत्वम् आत्मनः स्वाभाविकम् इति केवलशब्दः अनुवादमात्रम् अविक्रियत्वं च आत्मनः श्रुतिस्मृतिन्यायप्रसिद्धम् अविकार्योऽयमुच्यते गुणैरेव कर्माणि क्रियन्ते शरीरस्थोऽपि न करोति इत्यादि असकृत् उपपादितं गीतासु एव तावत् श्रुतिषु च ध्यायति वा लीला इति वा इत्येमाद्यासु ज्ञायतश्च निरवयम् अपरतन्त्रम् अविक्रियम् आत्मतत्त्वम् इति राजमार्गः विक्रियावत्त्व अभ्युपगमेऽपि आत्मनः स्वकीया एव विक्रिय स्वस्य भवितुम् अर्हति न अधिष्ठानादीनां कर्माणि आत्मकर्तृकाणि स्युः न हि परस्य कर्म परेण अकृतम् आगन्तुम् अर्हति यत्तु अविद्यया गमितं न तत् तस्य यथा रजतत्वं न शुक्तिकाय यथा वा तलमन्यत्वं बालैः गमितम् अविद्यया न आकाशस्य तथा अधिष्ठानादिविक्रियापि तेषामेव न आत्मनः तस्माद् युक्तम् उक्तम् अहङ्कृतत्वबुद्धिलेप अभवत् विद्वान् न हन्ति न निबध्यते इति नायं हन्ति न हन्यते इति प्रतिज्ञाय न जायते इत्यादि हेतुवचनेन अविक्रियत्वम् आत्मनः उक्त्वा वेदाविनाशिनम् इति विदुषः कर्माधिकारनिवृत्तिं शास्त्रादौ संक्षेपतः उक्त्वा मध्ये प्रसारितानां तत्र तत्र प्रसङ्गं कृत्वा इह उपसंहरति शास्त्रार्थपिण्डीकरणाय विद्वान् अहन्ति न निबध्यते इति एवं च सति देहभृत्वाभिमान अनुपपत्तौ अविद्याकृत अशेषकर्मसन्न्यासोपपत्तेः सन्न्यासिनाम् अनिष्टादि त्रिविधं कर्मणः फलं न भवति इति उपपन्न तद्विपर्याच्च इतरेषां भवति इति एतच्च अपरिहार्यम् इति एषः गीताशास्त्रार्थः उपसमृतः स एषः सर्ववेदार्थसारः निपुणमतिभिः पण्डितैः विचार्य प्रतिपत्तव्यः इति तत्र तत्र प्रकरणविभागेन दर्शितः अस्माभिः शास्त्रन्यायानुसारेण अथ इदानीं कर्मणां प्रवर्तकम् उच्यते ज्ञानं ज्ञेयं परिज्ञातं त्रिविधा कर्मचोदनं करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः ज्ञानं ज्ञायते अनेन इति सर्वविषयम् अविशेषेण उच्यते तथा ज्ञेयं ज्ञातव्यं तदपि सामान्येनैव सर्वम् उच्यते तथा परिज्ञात उपाधिलक्षणः अविद्याकल्पितः भोक्ता इति एतं त्रयम् अविशेषेण सर्वकर्मणां प्रवर्तिका त्रिविधा त्रिप्रकारकर्मचोदन ज्ञानादीनां हि त्रयाणां सन्निपाते हानोपादानादिप्रयोजनः सर्वकर्मारम्भः स्यात् ततः पञ्चभिः अधिष्ठानादिभिः आरब्धं वाङ्मनःकायाश्रयभेदेन त्रिधा राशिभूतं त्रिषु करणादिषु सङ्गृह्यते इति एतत् उच्यते करणं क्रियते अनेन इति बाह्यं श्रोत्रादि अन्तःस्थं बुद्ध्यादि कर्म ईप्सिततमं कर्तुः क्रियया व्याप्यमानं कर्ता कर्णानां व्यापारयित उपाधिलक्षणः इति त्रिविधः त्रिप्रकारः कर्मसङ्ग्रहः सङ्गृह्यते अस्मिन् इति सङ्ग्रहः कर्मणः सङ्ग्रहः कर्मसङ्ग्रहः कर्म येषु हि त्रिषु समवैति तेन अयं त्रिविधः कर्मसङ्ग्रहः अथ इदानीं क्रियाकारकफलानां सर्वेषां गुणात्मकत्व सत्त्वरजस्तमोगुणभेदतः त्रिविधः भेदः वक्तव्य इति आरभ्यते ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः प्रोच्यते गुणसङ्ख्यानि यथावच्छृणुतान्यपि ज्ञानं कर्म च कर्मक्रिय न कारकं पारिभाषिकम् ईप्सिततं कर्म कर्ता च निर्वर्तकः क्रियाणां त्रिधा एव अवधारणं गुणव्यतिरिक्तजात्यन्तर अभावप्रदर्शनार्थं गुणभेदतः सत्त्वादिभेदेन इत्यर्थः प्रोच्यते कथ्यते गुणसङ्ख्यानि कापिलीशास्त्रे तदपि गुणसङ्ख्यानशास्त्रं गुणभोक्तृविषये प्रमाणमेव परमार्थब्रह्मैकत्वविषये यद्यपि विरुध्यते तथापि ते हि कापिलाः गुणगौणव्यापारनिरूपणे अभियुक्ताः इति तच्छास्त्रमपि वक्ष्यमाणार्थस्तुत्यर्थत्वेन उपादीयते इति न विरोधः यथावत् यथा न्यायं यथा शास्त्रं शृणु तान्यपि ज्ञानादीनि तद्भेदजातानि गुणभेदकृतानि शृणु वक्ष्यमाणे अर्थे मनस्समाधिं कुरु इत्यर्थः ज्ञानस्य तु तावत् त्रिविधत्वम् उच्यते सर्वभूतेषु येनैकं भावमव्ययमीक्षते अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्विकम् सर्वभूतेषु अव्यक्तादिस्थावरान्तेषु भूतेषु येन ज्ञानेन एकं भावं वस्तु भावशब्दः वस्तुवाचि एकम् आत्मवस्तु इत्यर्थः अव्ययं न व्येति स्वात्मना स्वधर्मेण वा कूटस्थम् इत्यर्थः ईक्षते पश्यति येन ज्ञानेन तं च भावम् अविभक्तं प्रतिदेहं विभक्तेषु देहभेदेषु न न विभक्तं तत् आत्मवस्तु व्योमवत् निरन्तरम् इत्यर्थः तज्ज्ञानं साक्षात् सम्यक् दर्शनम् अद्वैतात्मविषयं सात्विकं विद्धि इति यानि द्वैतदर्शनानि तानि असम्यग्भूतानि राजसानि तामसानि च इति न साक्षात् संसार उच्छित्तिः भवति पृथक्त्वेन तु यज्ज्ञानं नानाभावान् पृथग्विधां वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् पृथक्त्वेन तु भेदेन प्रतिशरीरम् अन्यत्वेन यज्ञानं नानाभावान् भिन्नानात्मनः पृथग्विधान् पृथक्प्रकारान् भिन्नलक्षणान् इत्यर्थः वेत्ति विजानाति यज्ञानं सर्वेषु भूतेषु ज्ञानस्य कर्तृत्व असम्भव येन ज्ञानेन वेत्ति इत्यर्थः तज्ज्ञानं विद्धि राजसं रजोगुणनिर्वृत्तम् यत्तु कृष्णवदेकस्मिन् कार्ये सक्तमहैतुकम् अतत्त्वार्थवदल्पञ्च तत्तामसमुदाहृतम् यज्ञानं कृष्णवत् समस्तवन् सर्वविषयमिव एकस्मिन् कार्ये देहे बहिर्वा प्रतिमादौ सक्तम् एतावानेव आत्म ईश्वरो वा न अतः परम् अस्ति इति यथा नग्नक्षपणकादीनां शरीरान्तर्वर्तिदेहपरिमाणुजीव ईश्वरो वा पाषाणदार्वादिमात्रम् इत्येवम् एकस्मिन् कार्ये सक्तम् अहैतुकम् हेतुवर्जितं निर्युक्तिकम् अतत्त्वार्थवत् अयथाभूतार्थवत् यथाभूतः अर्थः तत्त्वार्थः सः अस्य ज्ञेयभूतः अस्ति इति तत्त्वार्थवत् न तत्त्वार्थः अतत्त्वार्थवत् अहैतुकत्वादेव अल्पञ्च अल्पविषयत्वात् अल्पफलत्वाद्वत् तत्तामसम् उदाहृतम् तामसानां हि प्राणिनाम् अविवेकिनाम् ईदृशं ज्ञानं दृश्यते